उणादिकोशः द्वितीयः पादः 246 నుండి 283 పేజ్ 180 ఛందస్య సానచ్ సు జ్రూభ్యాం ఛందస్య సానచ్ సు జ్రూభ్యాం ఛందస్య సానచ్ సు జ్రూభ్యాం ఛందస్య సానచ్ సు జ్రూభ్యాం ఛందస్య సానచ్ సు జ్రూభ్యాం ఛందసి అసానచ్ ఛందసి అసానచ్ సు జ్రూభ్యాం ఛందసి అసానచ్ సు జ్రూభ్యాం ఛందసి అసానచ్ సు జ్రూభ్యాం ఛందసి అసానచ్ సు జ్రూభ్యాం ఛందసి అసానచ్ సు జ్రూభ్యాం ఛందస్యసానచ్ ఛందస్యసానచ్ సు జ్రూభ్యాం ఛందస్యసానచ్ సు జ్రూభ్యాం ఛందస్యసానచ్ సు జ్రూభ్యాం ఛందస్యసానచ్ సు జ్రూభ్యాం ఛందస్యసానచ్ సు జ్రూభ్యాం ఛందస్యసానచ్ సు జ్రూభ్యాం ఛందసి అసానచ్ సు జ్రూభ్యాం 247 రుంజ్ రుంజి రుంజి రుంజి వృధి వృధి వృధి మంది మంది సహి సహి సహి రుంజి వృధి మంది సహి రుంజి వృధి మంది సహి రుంజి వృధి మంది సహిభ్యః కిత్ రుంజి వృధి మంది సహిభ్యః కిత్ రుంజి వృధి మంది సహిభ్యః కిత్ రుంజి వృధి మంది సహిభ్యః కిత్ రుంజి వృధి మంది సహిభ్యః కిత్ అర్థేః గుణః సుట్ చ అర్థేః గుణః సుట్ చ అర్థేః గుణః సుట్ చ అర్థేః గుణః సుట్ చ అర్థేః గుణః సుట్ చ అర్థేః గుణః సుట్ చ అర్థేః గుణః సుట్ చ అర్థేర్ గుణః సుట్ చ అర్థేర్ గుణః సుట్ చ అర్థేర్ గుణః సుట్ చ అర్థేర్ గుణః సుట్ చ అర్థేర్ గుణః సుట్ చ సమి ఆనచ్ స్తువః సమి ఆనచ్ స్తువః సమి ఆనచ్ స్తువః సమి ఆనచ్ స్తువః సమి ఆనచ్ స్తువః సమ్యానచ్ స్తువః సమ్యానచ్ స్తువః సమ్యానచ్ స్తువః సమ్యానచ్ స్తువః యుధి బుధి దృశః కిచ్చ యుధి బుధి దృశః కిచ్చ యుధి బుధి దృశః కిచ్చ యుధి బుధి దృశః కిచ్చ యుధి బుధి దృశః కిచ్చ యుధి బుధి దృశః కిచ్చ యుధి బృధిః యుధి బృధి దృశః కిచ్చ యుధి బృధి దృశః కిత్ చ యుధి బుధి దృశః కిత్ చ యుధి బుధి దృశః కిత్ చ యుధి బుధి దృశః కిత్ చ హృచేః సనః లుక్ ఛ లోపః చ హృచేః సనః లుక్ ఛ లోపః చ హృచేః సనః లుక్ ఛ లోపః చ హృచేః సనః లుక్ ఛ లోపః చ హృచేః సనో లుక్ ఛ లోపశ్చ హృచేః సనో లుక్ ఛ లోపశ్చ హృచేః సనో లుక్ ఛ లోపశ్చ హృచేః సనో లుక్ ఛ లోపశ్చ హృచేః సనో లుక్ ఛ లోపశ్చ హృచేః సనో లుక్ ఛ లోపశ్చ హృచేః సనః లుక్ ఛ లోపః చ హృచేః సనః లుక్ ఛ లోపః చ స్వితేర్ దశ్చ స్వితేర్ దశ్చ స్వితేర్ దశ్చ స్వితేర్ దశ్చ स्वितेर्दश्च स्वितेर्दश्च स्वितेः दः च स्वितेः दः च स्वितेः दः च स्वितेः दः च स्वितेः दः च स्वितेः दः च स्वितेः दः च मुचि युधिभ्यां संवच्च मुचि युधिभ्यां संवच्च मुचि युधिभ्यां संवच्च मुचि युधिभ्यां संवच्च मुचि युधिभ्यां संवच्च मुचि युधिभ्यां संवत् च मुचि युधिभ्यां संवत् च मुचि युधिभ्यां संवत् च मुचि युधिभ्यां संवत् च तृन्तृचौ तृन्तृचौ तृन्तृचौ सिंसिक्षाद् तृन्तृचौ सिंसिक्षदादिभ्यः सिंसिक्षदादिभ्यः संज्ञायां च निटौ संज्ञायां च निटौ तृन्तृचौ तृन्तृचौ तृन्तृचौ तृन्तृचौ सिंसिक्षादिभ्यः सिंसिक्षादिभ्यः सिंसिक्षादिभ्यः सिंसिक्षादिभ्यः संज्ञायां च संज्ञायां च अनिटौ अनिटौ अनिटौ अनिटौ तृन्तृचौ तृन्तृचौ तृन्तृचौ सिंसिक्षादिभ्यः सिंसिक्षादिभ्यः सिंसिक्षादिभ्यः संज्ञायां संज्ञायां च अनिटौ अनिटौ तृन्तृचौ सिंसिक्षादिभ्यः संज्ञायां चानिटौ तृन्तृचौ सिंसिक्षादिभ्यः संज्ञायां चानिटौ बहुलमन्यत्रापि बहुलम् अन्यत्र अपि बहुलम् अन्यत्र अपि बहुलम् अन्यत्र अपि बहुलम् अन्यत्र अपि बहुलम् अन्यत्र अपि बहुलम् अन्यत्र अपि बहुलमन्यत्रापि बहुलमन्यत्रापि बहुलमन्यत्रापि नप्तृ नेष्ट्रु नप्तृ नेष्ट्रु नप्तृ नेष्ट्रु त्वष्ट्रृ होतृ त्वष्ट्रृ होतृ त्वष्ट्रृ होतृ त्वष्ट्रृ होतृ त्वष्ट्रृ होतृ त्वष्ट्रृ होतृ नप्तृ नेष्ट्रु त्वष्ट्रृ होतृ नप्तृ नेष्ट्रृ त्वष्ट्रृ होतृ पोतृ भ्रातृ जामातृ पोतृ भ्रातृ जामातृ पोतृ भ्रातृ जामातृ पोतृ भ्रातृ जामातृ पोतृ भ्रातृ जामातृ मातृ पितृ मातृ पितृ दुहितृ मातृ पितृ दुहितृ मातृ पितृ दुहितृ नप्तृ नेष्ट्रृ त्वष्ट्रृ नप्तृ नेष्ट्रृ त्वष्ट्रृ होतृ पोतृ भ्रातृ होतृ पोतृ भ्रातृ जामातृ मातृ पितृ जामातृ मातृ पितृ दुहितृ जामातृ मातृ पितृ दुहितृ नप्तृ नेष्ट्रृ त्वष्ट्रृ होतृ पोतृ भ्रातृ जामातृ मातृ पितृ दुहितृ नप्तृ नप्तृ नप्तृ नेष्ट्रृ त्वष्ट्रृ होतृ पोतृ भ्रातृ जामातृ मातृ पितृ दुहितृ सौ असेहे ऋन् सौ असेहे ऋन् सौ असेहे ऋन् सौ असेहे ऋन् सौ असेहे ऋन् सौ असेहे ऋन् सावसेर् सावसेर् ऋन् सावसेर् ऋन् सावसेर् ऋन् सावसेर् ऋन् सावसेर् ऋन् सावसेर् ऋन् यतिर्वृद्धिश्च यतिर्वृद्धिश्च यतिर्वृद्धिश्च यतिर्वृद्धिश्च यतेः वृद्धिः च यतेः वृद्धिः च यतेः वृद्धिः च यतेः वृद्धिः च यतेः वृद्धिः च यतिर्वृद्धिश्च यतिर्वृद्धिश्च यतिर्वृद्धिश्च यतिर्वृद्धिश्च यतिर्वृद्धिश्च यतेः वृद्धिः च यतिर्वृद्धिश्च नयि च नन्देहे नयि च नन्देहे नयि च नन्देहे नयि च नन्देहे नयि च नन्देहे दिवेर् रुहु दिवेर् रुहु दिवे रुहु दिवे हे रुहु दिवे हे रुहु दिवेर् रुहु दिवेर् रुहु नयते हे डित् च नयते हे डित् च नयते हे डित् च नयते हे डित् च नयतेर् डित् च नयतेर् डित् च नयतेर् डित् च नयतेर् डित् च नयतेर् डित् च सव्येस्थच्छन्दसि सव्येस्थच्छन्दसि सव्येस्थच्छन्दसि सव्येस्थच्छन्दसि सव्येस्थः छन्दसि सव्येस्थः छन्दसि सव्येस्थः छन्दसि सव्येस्थच्छन्दसि सव्येस्थच्छन्दसि सव्येश्च सव्येस्थच्छन्दसि अर्ति अर्ति सृ अर्ति सृ धृ धम् अर्ति सृ धृ धम्यम्य अर्ति सृ धृ धम् अम् अस् औ तृ रु सृ धृ धम् अम् अस् औ तृ रु सृ धृ धम् अम् अस् औ तृ रु सृ धृ धम् अम् अस् औ तृ रु सृ धृ धम् अम् अस् औ तृ अर्ति सृ धृ धम्यम्यस्वपि धम्यम्यस्ववि तुभ्यो नि तुभ्यो नि अर्ति सृ धृ धम्यम्यस्व अर्ति सृ धृ धम्यम्यस्ववि तुभ्यो नि अर्ति सृ धृ धम्यम्यस्ववि तुभ्यो नि अर्ति सृ धृ धम्यम्यस्ववि तुभ्यो नि अर्ति सृ धृ धम्यम्यस्ववि तुभ्यो नि तुभ्यो नि अर्ति सृ धृ धम्यम्यस्ववि तुभ्यो नि अर्ति सृ धृ धम्यम्यस्ववि तुभ्यो नि रु सृ धृ धम् अम् अस् औ तृ रु सृ धृ धम् अम् अस् औ तृ आङ्गि सुषेहे सनश्छन्दसि आङ्गि सुषेहे सनश्छन्दसि आङ्गि सुषेहे सनश्छन्दसि आङ्गि सुषेहे सनश्छन्दसि आङ्गि सुषेहे सनः छन्दसि आङ्गि सुषेहे सनः छन्दसि आङ्गि सुषेहे सनः छन्दसि आङ्गि सुषेहे सनः छन्दसि आङ्गि सुषेहे सनः छन्दसि आङ्गि सुषेहे सनः छन्दसि आङ्गि सुषेहे सनः छन्दसि आङ्गि सुषेहे सनश्छन्दसि आङ्गि सुषे आङ्गि सुषेहे सनश्छन्दसि आङ्गि सुषेहे सनश्छन्दसि कृषेराधिश्च दः कृषेराधिश्च दः कृषेः आदिः च दः कृषेः आदिः च दः कृषेः आदिः च दः कृषेः आदिः च दः कृषेः आदिः च दः कृषेराधिश्च दः कृषेराधिश्च दः कृषेराधिश्च दः कृषेराधिश्च दः अदेर्मुट् च अदेर्मुट् च अदेहे मुट् च अदेहे मुट् च अदेर्मुट् च अदेर्मुट् च अदेर्मुट् च अदेहे मुट् च अदेहे मुट् च अदेर्मुट् च वृतेश्च वृतेश्च वृतेहे च वृतेहे च वृतेहे च वृतेहे च वृतेश्च वृतेश्च क्षिपेः केच्च क्षिपेः केच्च क्षिपेः कित् च क्षिपेः कित् च क्षिपेः कित् च अर्चि शुचि हु सुपि छदि चर्दि अर्चि शुचि अर्चि शुचि हु सृपि छादि छर्दिभ्य इसिहि अर्चि शुचि हु सृपि छादि छर्दिभ्य इसिहि अर्चि सुचि हु सृपि छादि छर्दिभ्य इसिहि अर्चि सुचि हु सृपि छादि छर्दिभ्य इसिहि अर्चि सुचि हु सृपि छादि छर्दिभ्य इसिहि अर्चि सुचि हु सृपि छादि छर्दिभ्य इसिहि ब्रह्मेर्नलोपश्च ब्रह्मेहे न लोपः च ब्रह्मेहे न लोपः च ब्रह्मेर्नलोपश्च ब्रह्मेर्नलोपश्च ब्रह्मेहे न लोपः च ब्रह्मेर्नलोपश्च ब्रह्मेहे न लोपः च ब्रह्मेर्नलोपश्च द्युतेहे इसिन् द्युतेहे इसिन् आदेहे च जह द्युतेहे इसिन् आदेहे च जह द्युतेहे इसिन् आदेहे च जह द्युतेहे इसिन् आदेहे च जह द्युतेरिसिन् नादेश्च जह द्युतेरिसिन् नादेश्च जह द्युतेरिसिन् नादेश्च जह द्युतेरिसिन् नादेश्च जह द्युतेरिसिन् नादेश्च जह द्युते ऋषिन् नादेश्च जह वसौ रुचेः संज्ञायां वसौ रुचेः संज्ञायां वसौ रुचेः संज्ञायां वसौ रुचेः संज्ञायां वसौ रुचेः संज्ञायां वसौ रुचेः संज्ञायां वसौ रुचेः संज्ञायां वसौ रुचेः संज्ञायां भुवः कित् भुवः कित् भुवः कित् भुवः कित् भुवः कित् सहः दः च सहः दः च सहोधश्च सहोधश्च सहोधश्च सहोधश्च सहोधश्च पिबते स्थुक् पिबते स्थुक् पिबते स्थुक् पिबते स्थुक् पिबते स्थुक् पिबते हे थुक् पिबते हे थुक् पिबते हे थुक् पिबते हे थुक् जने ऋषिः जने ऋषिः जने ऋषिः जने हे ऋषिः जने ऋषिः जने ऋषिः जने ऋषिः जने हे ऋषिः जने हे ऋषिः जने हे ऋषिः जने ऋषिः जने ऋषिः जने हे ऋषिः मनेर्धश्छन्दसि मनेर्धश्छन्दसि मनेर्धश्छन्दसि मनेः दः छन्दसि मनेः दः छन्दसि मनेः दः छन्दसि मनेः दः छन्दसि मनेर्धश्छन्दसि मनेर्धश्छन्दसि अर्ति अर्ति प्रु वप् यज् तन् धन् तप् रु प्रु वप् यज् तन् धन् तप् रु प्रु वप् यज् तन् धन् तप् रु प्रु वप् यज् तन् धन् तप् रु प्रु वप् यज् तन् धन् तप् अर्ति प्रु वपि यजि तनि धनि तपिभ्यो नित् अर्ति प्रु वपि यजि तनि धनि तपिभ्यो नित् अर्ति प्रु वपि यजि तनि धनि तपिभ्यो नित् अर्ति प्रु वपि यजि तनि धनि तपिभ्यो नित् अर्ति प्रु वपि यजि तनि धनि तपिभ्यो नित् अर्ति प्रु वपि यजि तनि धनि तपिभ्यो नित् अर्ति प्रु वपि यजि तनि धनि तपिभ्यो नित् अर्ति प्रु वपि यजि तनि धनि तपिभ्यो नित् एतेर्णिच्छ एतेर्णिच्छ एतेर्णिश्च एतेर्णिच्छ एतेर्णिच्छ एतेः णित् च एतेः णित् च एतेः णित् च एतेः णित् च चक्षेः सिच्च चक्षेः सिच्च चक्षेः सिच्च चक्षेः सिच्च चक्षेः सिच्च चक्षेः सिच्च सक्षेः सिच्च सक्षेः सित् च चक्षेः सित् च चक्षेः सित् च चक्षेः सित् च चक्षेः सित् च मुहेः किच्च